हा सर्वेभ्यो नमः. अद्य वयं नूतनपुस्तकस्य उद्घाटनं कुर्मः. तस्य पूर्वं तत्र गीतासोपानस्य प्रथमभागस्य समाप्तिः अभवत्. गीतासोपानप्रथमभागे वयं किं किं पठितवन्तः? तत्र नामपदं, क्रियापदं, विभक्तिरूपाणि. तत्र विभक्तिरूपाणि केवलम् अजन्तपदानि, इत्युक्ते अकारान्त, इकारान्त वा, उकारान्त वा, स्त्रीलिङ्गे वा, पुल्लिङ्गे वा, नपुंसकलिङ्गे, तत्सर्वं वयं पठितवन्तः. अपि लकाराणां विषये वयं तत्र लट् लकारः तत् पठितवन्तः, पठामि, पठति इति. लोट् लकारं पठितवन्तः, लुङ् लकारः पठितवन्तः, अपठम् इति. अपि लृट् लकारः पठिष्यामि इति, तादृशरूपाणि अपि तत्र प्रथमभागे दृष्टवन्तः. अपि अव्ययविषये, उपसर्गाः विषये, सङ्ख्याः विषये अपि किञ्चित् तत्र वयं अभ्यासं कृतवन्तः. तदनन्तरं प्रत्ययानां विषये तत्र प्रथमभागे त्वान्तरूपं, ल्यबन्तरूपम्, अपि तुमुन् प्रत्ययस्य प्रयोगः, अपि तावत् तत्र गतवान्, गतवती इति तादृशरूपमपि प्रथमभागे दृष्टवन्तः. इदानीं द्वितीयभागे किं किं भवति? तत्र प्रथमभागे विभक्तिरूपविषये वयम् अजन्तपदानां विभक्ति दृष्टवन्तः, किन्तु द्वितीयभागे हलन्तशब्दानां विभक्तिरूपाणि, तस्य अभ्यासं भवति. तत्र महत्, वयस्, वाक् एतादृशपदानां विभक्तिरूपाणि पश्यामः. अपि लकारः विषये, तत्र लकारस्य विषये तत्र विधिलिङ्ग्लकारः, अपि लृन्लकारः इति तत् पश्यामः. अपि तदनन्तरं किं कर्मणि प्रयोगः, भावे प्रयोगः, अपि प्रत्ययाः तत्र त्वान्त, ल्यबन्त तद् दृष्टवन्तः पूर्वम्. इदानीं द्वितीयभागे तव्यत्, अनीयर्, अपि शत्र, शानज् तादृश तेषां प्रयोगः अपि वयं पठिष्यामः द्वितीयभागे. अस्तु, किन्तु अद्यतनप्रथमविषयः अस्ति उपपदविभक्तयः इति. तत्र प्रथम पुटं पश्यन्तु, तत्र उपपदविभक्तयः इति. अतः तत्र भूमिकां स्थापयितुं तत्र किञ्चित् चिन्तयामः. तत्र यदि वयं वदामः रामः ग्रामं गच्छति इति, तत्र ग्रामम् इति पदस्य विभक्ति का? द्वितीयाविभक्ति. अस्तु, तत् किमर्थं द्वितीयाविभक्ति अस्ति तत्र? कर्म अस्ति, कर्मपदम् इति कृत्वा. कस्य कर्मपदम्? न उक्तं, रामः ग्रामं गच्छति. ग्रामम् इति कर्मपदम् अस्ति. कस्य कर्मपदम् अस्ति तत्? रामः. हा, तत्र क्रियापदं, क्रियापदस्य कर्मपदम् अस्ति. अतः एव वयं वदामः खलु, सकर्मकधातुः अस्ति वा, अकर्मकधातुः अस्ति वा. अतः तत्र वयं जानीमः कर्म इत्युक्ते क्रियापदस्य सम्बन्धः अस्ति, क्रियापदेन अन्वयः भवति. तत्र अन्वयः कुत्र अस्ति इत्युक्ते क्रियापदे अस्ति. अतः ग्राममिति किं भवति? कर्मपदमस्ति. गच्छति इति क्रियापदस्य कर्मपदम्. रामः कन्दुकेन क्रीडति. तत्र कन्दुकेन इति किम् अस्ति? तत्र विभक्ति का? तृतीया. तृतीया. तत्रापि तत्र कन्दुकेन किमर्थं तृतीया इत्युक्ते माध्यमम् अस्ति. किन्तु तस्य अन्वयः कुत्र अस्ति? सम्बन्धः कन्दुकः कन्दुकेन क्रीडति. तत्र रामशब्दस्य रामशब्द अपि कन्दुकेन, तत्र स्वयं तयोः मध्ये सम्बन्धः अस्ति वा, अथवा कन्दुकेन अपि क्रीडति इति तयोः मध्ये मूलसम्बन्धः अस्ति वा? क्रीडति इति क्रियापदेन एव तत्र सम्बन्धः अस्ति. अतः रामकन्दुकेन क्रीडति. अपि रामः सीतायै मधुरं ददाति. तत्र सीतायै मधुरं ददाति, तत्र सीतायै इति चतुर्थविभक्तिरूपम् अस्ति. किन्तु तत्रापि तत्र अन्वयः कुत्र अस्ति अथवा सम्बन्धः कुत्र अस्ति इत्युक्ते ददाति इति क्रियापदेन एव अस्ति. अतः तत्र किम् अस्ति, साधारणतया यदा वयं तत्र रामः ग्रामं गच्छति इति वदामश्चेत् तत्र गमनक्रिया अस्ति, गमनक्रियायाः कर्म ग्रामम् अपि गमनक्रियायाः कर्तृपदं रामः. अत्र वाक्ये साधारणतया किं भवति, सर्वेषां पदानाम् अन्वयः क्रियापदेन सह भवति. अतः तत्र तत्र क्रिया किमर्थम् एतत् पदम् आगतं वाक्ये इत्युक्ते, वयं पश्यामः विभक्ति का इति दृष्ट्वा, अस्तु विभक्ति सूचयति कीदृशसम्बन्धः अस्ति क्रियापदेन इति, तयोः सम्बन्धः क्रियापदस्य अपि एतत् पदस्य एतस्य पदस्य अपि सम्बन्धः विभक्तिरूपेण वयं ज्ञातुं शक्नुमः. तद् विभक्तिं दृष्ट्वा सम्बन्धः किम् इति, सम्बन्धः कः इति निर्णयं कृत्वा वयं वाक्यस्य अर्थः कः इति अवगन्तुं शक्नुमः. अतः तत्र नियमः कः, साधारणनियमः, वाक्ये यानि पदानि सन्ति प्रत्येकपदस्य अन्वयः अथवा सम्बन्धः क्रियापदेन एव भवति, क्रियापदेन सह भवति इति. अतः यदि वयं दीर्घवाक्यं कुर्मः, तत्र कृष्णः गृहे वात्सल्यात् तस्य पुत्राय अग्निना ओदनं पचति इति अस्ति, केवलम् उदाहरणार्थं. तत्र विभक्तयः, सप्तविभक्तयः अपि सन्ति तत्र गृहे. कृष्णः प्रथमविभक्ति, गृहे कृष्णः गृहे पचति, किं पचति, ओदनं पचति, केन पचति, अग्निना ओदनं पचति, कस्मै पचति, पुत्राय अग्निना ओदनं पचति, किमर्थ कस्मात् कारणात् पचति, वात्सल्यात् पुत्राय अग्निना ओदनं पचति, कीदृशपुत्रः तस्य पुत्राय अग्निना ओदनं पचति, कुत्र पचति, गृहे पचति इति. अतः तत्र सप्तविभक्तयः सन्ति किन्तु तेषां कार्यं वाक्ये भिन्नभिन्ना अस्ति, समानं नास्ति इति कृत्वा तत्र विभक्तिः अस्ति. विभक्ति उपयुज्य कार्यः भिन्नः भवति वाक्ये. अत्र सर्वत्र विभक्ति, कीदृशविभक्ति इत्युक्ते कारकविभक्ति इति नामकरणम् अस्ति. तयोः एतेषां पदानां अन्वयः अथवा सम्बन्धः क्रियापदेन सह अस्ति. किन्तु इदानीं नूतनविषयः तत्र उपपदविभक्तयः इति. उपपदविभक्तयः इति उदाहरणं स्वीकुर्मः. तत्र अहं मित्रेण सह गच्छामि इति. अत्र सूर्यकुमारी भगिनी, मित्रेण इति पदस्य विभक्ति का? तृतीया. तृतीया, अस्तु. किमर्थं तृतीया अस्ति अत्र? सः उपयुज्य, सः इति अस्ति, गच्छामि इति अस्ति. तत्र रामः कन्दुकेन क्रीडति अपि, अत्र अहं मित्रेण सह गच्छामि, तत्र क्रियापदेन अन्वयः आसीत् कन्दुकेन इति पदस्य. अत्र मित्रेण सह गच्छामि इति, तत्र मित्रेण अपि गच्छामि, तत्र अन्वयः अस्ति वा, सम्बन्धः अस्ति वा? मित्रेण सह अन्यकारणम् अस्ति अत्र. तत्र मित्रेण इति किमर्थं तृतीयविभक्तिरूपम् अस्ति इत्युक्ते, तस्य कारणं गच्छति, गच्छामि इति क्रियापदं नास्ति, किन्तु सः इति पदस्य कारणेन मित्रेण इति तृतीया विभक्तिरूपम् अस्ति तस्य. एतादृश तत्र अन्वयः यदि तत्र विभक्तिरूपस्य कारणं यदस्ति, तत्र सः इति अत्र कारणमस्ति, निमित्तमस्ति. मित्रेण इति तृतीया विभक्तेः कारणम् अथवा निमित्तम् अत्र सः इति पदम् अस्ति. तत्र विभक्तेः कारणं क्रियापदं यद् न भवति, विभक्तेः कारणं क्रियापदं नास्ति किन्तु अन्यत् अस्ति कारणं, तत्र वयं वदामः तत्र तादृशविभक्तिः, तादृशी विभक्तिः विभक्तेः नामकरणं भवति उपपदविभक्तिः इति. अतः अत्र सर्वत्र उपपदविभक्तयः इति एव अस्माकं प्रवर्तमानः विषयः. तत्र मार्गम् उभयतः वृक्षाः सन्ति, तत्र उभयतः इति एतादृशानि रूपाणि सर्वत्र उपपदविभक्तया इति भवति. अस्तु, अग्रे तत्र सम्भाषणम् अस्ति, तत्र के पठन्ति? रमेशः, महेशः अपि चिन्मयः इति अपि अपेक्षितमस्ति. अतः तत्र रघुपतिमहोदय अपि, नरेश महोदय पठन्ति वा? अस्तु, तत्र गीताञ्जलि भगिनी भवती चिन्मयः भवति वा? गीताञ्जलि भगिनी, अस्तु अस्तु अस्तु. अरुणा भगिनी नमस्कारः. अस्तु, आरम्भं कर्तुं शक्नुमः. कः अन्यः अस्ति सदृशो मम इति, कोऽन्योऽस्ति सदृशो मम इति, एतत् सम्भाषणम् उच्चैः पठत अवगच्छत च. रमेश, अहं रमेश अस्ति. अस्तु, भोः भवान् कुत्र गच्छति? देवालयं प्रति गच्छामि. भवता सह कः आगच्छति? मया सह मम पुत्रः आगच्छति. मया सह तु वयसा भवतः पुत्रेण सदृशः मम पुत्रः गोविन्दः अपि अस्ति. मम पुत्रः मित्रैः विना कुत्रापि न गच्छति. भवान् इतः देवालयमेव गच्छति किम्? न, अहम् आदौ देवालयं न गच्छामि, ततः पूर्वम् आपणं गच्छामि. अस्तु, आपणं गच्छामः. मह्यं मधुरं क्रीणातु. वत्स, देवालयगमनसमये मधुरं मास्तु. मधुरम् आवश्यकमेव. पुत्रक रोदनेन अलं, देवदर्शनात् परं मधुरं स्वीकुर्मः. अस्तु, गच्छामः तावत्. हा, धन्यवादः सर्वेषाम्. अस्तु, इदानीं बहु नाटकं भवत्याः. बहु समीचीनमासीत् भगिनि, बहु समीचीनमासीत् गीताञ्जलि भगिनि, धन्यवादः. सत्यं सत्यं सत्यं. अरुणा भगिनी नमस्कारः. नमस्कारः. एतत् गीतासोपानं प्रथमपुटे भगिनि, द्वितीयभागः. द्वितीयभाग प्रथमपुटं. धन्यवादः. अस्तु, अत्र किम् अस्ति, तत्र भवान् कुत्र गच्छति, तत्र किमपि नास्ति, किन्तु द्वितीयवाक्यं पश्यामः, देवालयं प्रति गच्छति, प्रति गच्छामि इति. तत्र प्रति इति अस्ति, अपि देवालयम् इति अस्ति. अत्र कर्तृपदम् अहम् इति, अहं गच्छामि, देवालयं प्रति गच्छामि इति. तत्र देवालयम् इति पदस्य विभक्ति का? द्वितीया. द्वितीया देवालय, देवालयं. किमर्थं तद् द्वितीया अस्ति? गच्छामि. हा, तद् भवेत्, तदपि भवेत्. यदि वयं वदामः अहं देवालयं गच्छामि, तत्र कारणमस्ति, गच्छामि इति क्रिया अस्ति, अतः देवालयं कर्मपदं भवति इति कृत्वा तदपि तद् भवेत्. किन्तु अत्र प्रति इति नूतनपदम् अस्ति, देवालयं प्रति, यत्र प्रति इति शब्दः आगच्छति, तस्य पूर्वं तत्र किं भवति, तत्र हा, तत्र उपसर्ग इति न, प्रति इति, प्रति इति उपसर्गः नास्ति अत्र. तत्र प्रति गच्छामि, अहं कार्यालयं नववादने कार्यालयं गच्छामि, सायङ्काले पञ्चवादने अहं गृहं प्रत्यागच्छामि इति, तादृश प्रति नास्ति एतत्, तद् भिन्न अस्ति. अत्र प्रत्यागच्छति इति आसीत् चेत् एकपदम् आसीत्, किन्तु अत्र भिन्नपदम् अस्ति खलु, प्रति इति एकपदं, तदनन्तरं गच्छामि इति अन्यत् पदम् अस्ति. अतः तत् क्रियापदं केवलं गच्छामि, प्रतिगच्छामि इति क्रियापदं नास्ति, गच्छामि इति एव केवलं तदेव क्रियापदं, प्रति इति नूतनपदं तत्र स्थापितम् अस्ति, देवालयम् इति तस्य द्वितीया विभक्तेः कारणम् अस्ति, प्रति इति शब्दः न तु गच्छामि इति क्रियापदम्। एतत् एतादृश एतदेव वयम् उपपदविभक्तिः इति वदामः। प्रति इति कारणमस्ति देवालयं पदस्य द्वितीया विभक्तेः। तदनन्तरं भवता महोदय प्रति इति किं नूतन प्रति इत्युक्ते तस्यां दिशि इति वयम् अग्रिमे पुटे एतद् सम्यक्तया पठामः। इदानीं केवलं तत्र परिचयः रूपेण एतत् सम्भाषणम् अस्ति, किन्तु अग्रिमे पुटे तत्र प्रति इत्युक्ते किं, दिक् अलं सदृशः, ऋते अपि विना पूर्व परं सर्वं तत्र सम्यक्तया पठामः, किन्तु अत्र केवलं परिचयरूपेण सम्भाषणम् अस्ति। अतः तत्र प्रति स्थूलक्षरेण यत् लिखितमस्ति तत् कारणं भवति देवालयं पदस्य द्वितीया विभक्तेः। प्रति इति कारणं देवालयं पदस्य द्वितीया विभक्तेः कारणं, तस्य रूपस्य कारणं। तदनन्तरं भवता सह कः आगच्छति, तत्र भवता सह कः आगच्छति, तत्र कर्तृपदं किम् अस्ति अत्र? कः आगच्छति इति अत्र क्रियापदमस्ति आगच्छति, कः इति कर्तृपदम्, आगच्छति इति तत्र कर्मपदं भवितुम् अर्हति, किन्तु अत्र कर्मपदं नास्ति। तत्र भवता इति पदमस्ति, तस्य विभक्ति का? तृतीया। तत्र भवता इति यथा भवति तत्र तृतीया विभक्ति इति जानीमः। तत्र भवत् शब्दस्य एकवचनस्य विभक्तिरूपं रूपाणि कोऽपि वदति वा? केवलम् एकवचनस्य, तत्र भवान् इति प्रथमविभक्तौ, तदनन्तरं न केवलम् एकवचनं महोदय, भवान् इति प्रथमविभक्ति, द्वितीयविभक्तं भवन्तं, भवते पञ्चमी चत्वारि षष्टि तु भवतः, भवतः नाम किं, भवतः अपि सप्तमी भवति, अतिसुलभमस्ति खलु। अत्र भवता भवान्, तदनन्तरं भवन्तं, तदनन्तरं भवता भवते, तदनन्तरं भवतः अपि भवति इति तावदेव। अत्र भवता इति तत्र तृतीया विभक्तिरूपम् अस्ति, किमर्थम् इत्युक्ते सः इति पदमस्ति, सः इति पदं कारणमस्ति भवता इति तृतीयविभक्तिरूपस्य। तत्र भवता इति पदस्य अन्वयः इति वदामः, सम्बन्धः आगच्छति इति पदस्य वस्तुतः तत्र मूलसम्बन्धः सः नास्ति, किन्तु भवता अपि सः, तयोः मध्ये यः सम्बन्धः अस्ति सः एव मूलसम्बन्धः। सः इति उपयुज्य तदनन्तरम् आगच्छति इति तत्रापि गन्तुं शक्नुमः, किन्तु मूलसम्बन्धः अस्ति भवता अपि सः इति तयोः मध्ये। अतः तत्र कारणम् अस्ति सः इति पदस्य पदं भवता इति तृतीयविभक्तिरूपस्य। अग्रे मया सह अपि एतद् वयं पूर्वमपि दृष्टवन्तः, अभ्यासपुस्तके अपि अस्ति, रामः लक्ष्मणेन सीतया सह वनं गच्छति इति तद् दृष्टवन्तः, वयं जानीमः कीदृश अर्थः कः इति, वाक्यस्य अर्थः कः इति, तत्तु तत्र क्लेशः किमपि नास्ति। अस्तु अग्रे, मया सह मम पुत्रः आगच्छति, तत्रापि मया इति तृतीयविभक्तिरूपम् अस्ति, सः इति पदमस्ति इति कृत्वा तत्र तदपि तृतीयविभक्तिरूपम् अस्ति। तदनन्तरम् अग्रिमवाक्यं तत्र तत् पठां पश्यामः। तत्र रघुवीरानन्दमहोदय, तत्र तत् दृष्ट्वा किञ्चित् वदति वा, किम् अस्ति अत्र इति, मया सह तु इति? महोदय पुस्तकम् अस्ति किन्तु पुरतः नास्ति इदानीम्। अस्तु तर्हि तत्र अरुणा भगिनी पुस्तकमस्ति वा? आम् महोदय. अस्तु भगिनि, तत्र तद् वाक्यं पठति वा पठित्वा. मया सह तु वयसा भवतः पुत्रेण सदृशः पुत्रः गोविन्दः अपि अस्ति. हा इत्युक्ते किम् इति किञ्चित् अस्ति. पुत्रः हा एतत् कुर्मः भगिनि, तत्र एतत् कुर्मः, तत्र मम पुत्रः गोविन्दः अपि अस्ति, तत्र किमपि कोऽपि क्लेशः नास्ति खलु. मम पुत्रः गोविन्दः अपि अस्ति. अस्तु, इदानीं तत्र कीदृशः गोविन्दः, कीदृशः पुत्रः? सः सदृशः अस्ति. सदृशः इत्युक्ते तत्र समानरूपम् अथवा समान आकृतिः इति तादृशः खलु. हा, यत् यत्र सहोदरः अस्ति, रामः अस्ति अपि कृष्णः सहोदरौ इत्युक्ते, तत्र रामस्य मुखं दृष्ट्वा कृष्णस्य मुखं, तयोः तत्र वयं किमपि तत्र सदृशं दृश्यन्ते इति वक्तुं शक्नुमः खलु. समानम् अस्ति, मुखसमानम् अस्ति इति तत्र सदृशः इति वदामः. तत्र मम पुत्रः सदृशः इति तत्र विशेषणं भवति, किन्तु सदृशः केन सदृशः? भवतः पुत्रेण सदृशः. भवतः इत्युक्ते अत्र किं, कः भवतः इत्युक्ते रमे महेशस्य पुत्रेण सदृशः, रमेशस्य पुत्रः. कस्मिन् विषये सदृशः? अत्र समानं कस्मिन् विषये समानता अस्ति इत्युक्ते वयसा. वयसा भवतः पुत्रेण सदृशः मम पुत्रः गोविन्दः अपि अस्ति इत्युक्ते समानवयस्कः, तौ वयस्कौ तौ इति. तत्र अतः तत्र मया सह, तत्र मया इति पदस्य तृतीयविभक्तिरूपमस्ति, तस्य कारणमस्ति सः इति पदं. तदनन्तरं तु इति अस्ति. तु इत्युक्ते किम्? तु इति अव्ययम्. अर्थः कः तत्र? एम्फाटिक्. हा, तत्र अवधानम् इति तद् एकम् अस्ति, तत्र एकमस्ति अस्तु, तत्र एम्फसैज़् इति. अन्यत् अस्ति भेदं प्रदर्शयितुं, भेदः अस्ति. तत्र एकः वदति मम पार्श्वे एकः एकमेव पुस्तकम् अस्ति, अन्यत् वदति मम पार्श्वे तु दश पुस्तकानि सन्ति इति. अत्र आल्सो इति न, तत्र केवलं भेदः, कान्ट्रास्ट् प्रदर्शयितुं. सः तु पण्डितः, अहं पण्डितः नास्मि, सः तु पण्डितः अस्ति, तत्र भेदः अस्ति इति तत् प्रदर्शयितुम्. अथवा नूतनविषयः, एतत् पश्यतु भोः इति, तस्मिन् अर्थे तु. अतः अवधानम् अथवा कान्ट्रास्ट् अथवा अटेन्शन् इति, तस्मिन् अर्थे तु इति अस्ति. अस्तु, तत्र दीर्घवाक्यमासीत् किन्तु तस्य अर्थः इदानीं स्पष्टः इति मन्ये. तदनन्तरं विना इति अस्ति, मम पुत्रः सदृशः विशेषणं. हा सत्यं भगिनि, हा सदृशः इति कस्य पदस्य विशेषणं? पुत्रः अपि गोविन्दः, गोविन्दः. तत्र गोविन्दः इति विशेष्यम् अस्ति, तत् तस्य विशेषणमस्ति. मम पुत्रः अपि विशेषणम्, अपि सदृशः अपि मम पुत्रः तस्य विशेषणं, तदनन्तरं मम पुत्रः विशेषणमस्ति गोविन्दस्य इति खलु. तत्र तत्र विशेषणविशेष्य तत्र सदृशः इति अस्ति, तदपि कृष्णवर्णे अस्ति किञ्चित्, तदपि उपपदमेव. हा, तदपि उपपदं, तत्र तस्य तद् तत् किं, धन्यवादः महोदय, हा तद् विस्मृतवान्. अस्तु, हा, तत्र सदृशः इति अस्ति, अतः तस्मात् पूर्वं किमस्ति तत्र पुत्रेण, भवतः पुत्रेण सदृशः. तत्र पुत्रेण इति किमर्थं तृतीयविभक्तिरूपे अस्ति इत्युक्ते सदृशः इति कारणात् अस्ति. तत्र सदृशः सदृशः विषये तृतीया अपि षष्टि, तृतीया अपि षष्टि इति मन्ये महोदय. सत्यं, तृतीया अपि षष्टि इति मन्ये. हा, तदनन्तरं विना इति अग्रिमे वाक्ये अस्ति, तत्रापि विना अस्ति इति कृत्वा मित्रैः इति तृतीयविभक्तिरूपम् अस्ति तस्य. एतदपि उपपदविभक्तिः इति वदामः. तत्र तदनन्तरं तत्र ततः पूर्वम् इति अस्ति. तत्र ततः इति पदस्य विभक्तिः का? पञ्चमी. पञ्चमी तस्मात् इति अर्थे अस्ति. अतः पूर्वं यत्र अस्ति तत्र तस्य पञ्चमीविभक्तिरूपं भवति. अतः तत्र ततः इति रूपस्य कारणम् अस्ति पूर्वम् इति पदस्य. अतः तत्र अपि उपपदविभक्ति इति भवति. अपि अलम् इति अधोभागे अस्ति. अपि परम् इति अस्ति. तत्रापि रोदनेन इति अस्ति तृतीयविभक्तिरूपं भवति अलम् इति विषये. अपि परं यत्र अस्ति पूर्वं वत् परमस्ति चेत् तस्य पूर्वं पञ्चमीविभक्तिरूपम् इति. अस्तु, तत्र अतः अस्माकं नूतनविषयस्य परिचयः जातः. उपपदविभक्तयः तेषां कारणं किम् इत्युक्ते एतादृशप्रयोगाः तत्र प्रतिशब्दः अथवा सः शब्दः अथवा विना सदृशः पूर्वं परम् अस्ति चेत् अलम् अस्ति चेत् तत्र उपपदविभक्तिरूपाणि भवन्ति वाक्ये इति. अस्तु, इदानीम् अग्रे गच्छामः, अग्रिमपुटे गच्छामः. तत्र एतस्य प्रत्येकस्य सम्यक् बोधः भवति अग्रिमे पुटे. अस्तु, तत्र महोदय, अत्र सदृशः विशेषणम् अस्ति चेत् प्रश्नः अत्र सदृशः सः किं विभक्ति उपयोगं करणीयं सदृशः तत्र न न अत्र वाक्ये वाक्ये सदृशः इति अस्ति किन्तु अत्र प्रथमविभक्तिरूपमेव दत्तमस्ति किन्तु सदृशः विशेषणं भवति तत्र यथा सदृशः अत्र सदृशः इति प्रथमविभक्तिरूपम् अस्ति तत्र अन्ये अन्यानि रूपाणि अपि भवितुम् अर्हति इति मन्ये किन्तु तत्र पश्यामः भगिनि प्रश्नः समीचीनमेव किन्तु अत्र कर्तृपदम् अस्ति खलु अत्र अस्मिन् वाक्ये अस्ति इति क्रियापदं कः अस्ति गोविन्दः मम पुत्रः गोविन्दः अस्ति सदृशः अस्ति इति अत्र कर्तृपदम् अस्ति पश्यामः अन्यानि रूपाणि भवन्ति न वा इति तत्र सदृशपदस्य एकम् अन्यप्रश्नः महोदय अत्र मया इति उपयोगं कृतं मया सह तृतीयविभक्ति तदनन्तरं वयसा इति अस्ति महोदय हा तत्र अस्तु अस्तु वयसा किमर्थं तत् तृतीयविभक्ति अस्ति तत्र वयसा भवतः पुत्रेण सदृशः तत्र वयसा इत्युक्ते समानवयस्कः तत्र वयस् इति तदपि नूतनशब्दः अस्ति तद् हलन्तशब्दः अस्ति वयस् इति तस्यापि रूपाणि पश्यामः तत्र वयस् इति पदस्य प्रथमविभक्तिरूपम् अस्ति तद् भय वयस् इति तु नपुंसकलिङ्गे अस्ति किन्तु भवत् शब्दस्य रूपम् एव अस्ति तत्र वयस् इति प्रथमविभक्तिरूपम् अस्ति वयः नपुंसकलिङ्गे अस्ति इति कृत्वा वयः पुनः द्वितीयविभक्तौ तदनन्तरं भवान् शब्दस्य तृतीयविभक्तिरूपं किम् आसीत् भवता अत्र वयसा इति तृतीयविभक्तिरूपम् अपि चतुर्थी भवते इति आसीत् वयशब्दस्य वयसे तदनन्तरं भवतः भवतः इति पञ्चमी षष्ठी आसीत् अत्र वयसः वयसः इति षष्ठी अपि भवति इति सप्तमी अत्र वयसि इति सप्तमी अतः वयस् इति महोदय अत्र सदृश इति अस्ति सदृशपदस्य उपयोगेन सदृशपदस्य उपपदमस्ति अतः पुत्रेणापि वयसा तत् सदृश इति पदे अन्वय अन्वय भवति वा अतः एव तृतीया अतः एव सदृशः इति तत्र तदेव महोदय सदृशः अत्र निमित्तं तदेव पुत्रेण भवति तदेव वयसा अपि भवति न महोदय तत्र भगिनि तत्र पुत्रेण भवतः सत्यं भगिनि तदेव इति अहमपि मन्ये सत्यं सदृशः एव निमित्तं कारणम् अस्ति अत्र अस्तु तत्र सम्बन्धः अस्ति, तत्र वयसा अपि सदृशः तयोः मध्ये सम्बन्धः अस्ति. कस्मिन् विषये कस्मिन् तत्र कथं सदृशः केन केन केन हा केन सदृशः इति कारकविभक्ति नास्ति अत्र तृतीयविभक्ति अतः कारक नास्ति कारक नास्ति हा अस्ति इति तत्र अन्वयः नास्ति. तत्र सदृशः इति पदेन एव तत् एतत् आगतम् सत्यं महोदय. अस्तु इदानीं तत्र अग्रिमपुटे सम्यक्तया परिशीलयामः तत्र प्रत्येकस्य रूपं तत्र एक उपपदविभक्तयः तेषां कारणं किं भवति इति. अस्तु तत्र अरुणा भगिनी तत्र द्वितीयपुटे पठति वा अवधेयम् इति आरभ्य. महोदय अवधेयं गीतासोपानस्य प्रथमभागे वयं सः विना पुरुतः इत्येतादृशानां पदानां प्रयोगं ज्ञातवन्तः. तेषां प्रयोगे का विभक्तिः भवति इत्यपि ज्ञातवन्तः. अस्मिन् पाठे अन्येषां केषाञ्चित् पदानां प्रयोगं जानीमः. अतः तत्र सः विना पुरतः पूर्वम् इति तत्सर्वं परम् इति दृष्टवन्तः तत्र. इदानीम् अन्यानि अपि पश्यामः. अस्तु अग्रे पठतु भगिनि. प्रति एकं प्रथम प्रति सञ्जयः धृतराष्ट्रं प्रति अवदत्. अर्जुनः कौरवसेवानां प्रति सङ्केतं कृतवान्. छात्रः गुरुं प्रति पृष्टवान्. प्रति इति पदस्य योगे द्वितीया विभक्तिः भवति. अत्र प्रति इति तत्र अहं ग्रामं प्रति गच्छामि, अत्र ग्रामम् इति द्वितीयविभक्तिः अस्ति, प्रति इति अस्ति इत्युक्ते अहं ग्रामं गन्तुम् इच्छामि, तस्मिन् दिशि तस्यां दिशि अहं गच्छामि. अतः प्रति इत्युक्ते तत्र गमनक्रियायाः सन्दर्भे वयं साधारणतया प्रति इति तस्य प्रयोगः भवति, किन्तु न केवलं गमनक्रियायाम् अपि तु तत्र पश्यतु तत्र धृतराष्ट्रं प्रति अवदत्, सञ्जयः धृतराष्ट्रं प्रति अवदत् इति अस्ति. अतः तत्र किम् अवदत् इति न, तत्र कं दृष्ट्वा कं प्रति अवदत्. तत्र सञ्जयः धृतराष्ट्रं प्रति अवदत्, अत्र अपि तत्र सङ्केतं कृतवान् महोदय. यदि अत्र प्रति वाक्ये तस्य वाक्ये प्रति इति पदं नास्ति, तदनन्तरम् अपि अर्थः तु समानेव. सञ्जयः धृतराष्ट्रम् अवदत् इत्युक्ते प्रति इति किं तत्र वदति इति. अस्तु तत्र वदति इति तस्य महोदय अत्र अहं चिन्तयामि यदा चतुर्थीविभक्तिम् अहं न जानीमः इति प्रति इति उपयोगं कृत्वा वयं वाक्यं कर्तुं शक्यते. अर्जुनः कौरवसेना सेनेभ्यः सङ्केतं कृतवान् इति भवति वा. सञ्जयः धृतराष्ट्राय अवदत् भवति वा तत् समीचीनं भवति वा. तत्र अवदत् इति तत्र किं वदामः, तत्र कं वदति इति वदामः वा. अवदत् सञ्जयः अवदत् कं वयं तत्र सञ्जयः किं वदति इति वदामः इति प्रश्नः भवति वा, अथवा कं वदति इति कम् अवदत्. न न अत्र वाक्यं दृष्ट्वा प्रश्नं मास्तु भगिनि. केवलं वदतु, केवलं कोऽपि वदति प्रश्नः किं भवति, किं वदति इति प्रश्नः वा अथवा कं वदति इति प्रश्नः भवति वा. द्वयोः भिन्नं महोदय. द्वयमपि भिन्नं खलु, अपि एतद् द्विकर्मकक्रियापदं वा. अत्र द्विकर्मक वदति वदति इति वदति इति द्विकर्मक नास्ति. न न वदति तु न अतः तत्र केवलम् एकमेव वयं प्रष्टुं शक्नुमः खलु, किम् अथवा कम्. किन्तु साधारणतया किम् एव भवति, सः किम् अवदत्, सः किं वदति, अहं तद् यद् भवान् उक्तवान् तद् अहं न अवगच्छामि इति. तत्र कर्मपदं किं भवति, यत् वयं वदामः कं प्रति वदामः तद् विषयः नास्ति खलु तत्र. किम् उक्तम् आसीत् इति, किन्तु कम् अस्ति चेत् टु होम्, हा तद्. किन्तु कर्मपदं किं भवति तत्र, कम् अत्र महोदय टु हूम् इति अस्ति खलु, तत्र अतः प्रति इति उपयुज्य वयं तत्र भेदः प्रदर्शयितुं शक्नुमः. धृतराष्ट्रं प्रति सञ्जयः भवान् उत्तिष्ठतु अथवा उपविशतु अथवा किमपि उक्तवान् इति वक्तुं शक्नुमः खलु, तत्र कम् इति. अस्तु, अत्र यदि प्रति अत्र नास्ति तदनन्तरं अर्थद्वयं भवितुम् अर्हति. एकम् अर्थः सञ्जयः धृतराष्ट्र अवदत्, अन्यथा सञ्जयः धृतराष्ट्रम् इति शब्दः अवदत्. तत्र वयं न जानीमः खलु भगिनि. अस्तु महोदय, सुन्दरं, धन्यवादः महोदय. तदेव अतः तत्र प्रति अस्ति चेत् अस्तु, हि इस् अड्रेसिङ्ग् सो एण्ड् सो इति भवति. तत्र पृच्छति इति, तत्र तु द्विकर्मकधातु इति जानीमः. अत्र वयं जानीमः तत्र शिष्याः गुरुं प्रश्नं पृच्छन्ति इति. तत्र वदतु महोदय. रामः ग्रामं गच्छति, रामः ग्रामं प्रति गच्छति, रामः ग्रामाय गच्छति इति अस्ति खलु. तत्र चतुर्थी विभक्ति प्रति इति अहं न जानामि तत्र महोदय. तत्र प्रति इत्युक्ते, प्रति इत्युक्ते प्रति गच्छति इत्युक्ते सः वस्तु न तत् प्रति गच्छति इति अन्यत् क्रियापदम् अस्ति भगिनि. तत्र गच्छति इति एव क्रियापदं, तस्य पूर्वं प्रति इति अस्ति. हा, तत्र क्लेशः मास्तु. गच्छति इति क्रियापदं, रामः गच्छति. इदानीं मध्ये किं स्थापयामः, रामः ग्रामं गच्छति इत्युक्ते हि वेण्ट् टु द विलेज् इति खलु. किन्तु ग्रामं प्रति गच्छति इत्युक्ते हि वेण्ट् टवर्ड्स् द विलेज् इति. यदि सः तत्र गतवान् न वा इति विषयः नास्ति, किन्तु कस्यां दिशि सः गतवान् इति सूचयति तत्र. तर्हि ग्रामाय गच्छति इति, तत् प्रायशः अत्र भवति महोदय, गमनक्रियायां भवति. किन्तु तत्र प्रति इति केवलं गमन इति न, गमन इति न, किन्तु तत्र पृष्टवान्, दृष्टवान्, अवदत्. अतः तत्र लक्षणार्थे प्रति इति लक्षणार्थे इति वक्तुं शक्नुमः. अतः अत्र सन्देहः धृतराष्ट्राय अवदत् इति न भवति. हा, सत्यं महोदय. अत्र लक्षणम् इति सङ्केतं, लक्षणस्य सङ्केतं ददाति तत्र प्रति इति शब्दः. लक्षणार्थे, लक्षणार्थे प्रति इति शब्दः अत्र अस्ति. समीचीनं वा? स्पष्टं महोदय, समीचीनं महोदय. अस्तु, प्रति इति अस्तु. इदानीम् अग्रे गच्छामः. तत्र सूर्यकुमारी भगिनी अग्रे पठति वा? अर्जुनः कौरवसेनां प्रति सङ्केतं कृतवान्. तत् सर्वं प्रति इति इदानीं सर्वं स्पष्टम् अस्ति इति मन्ये तत्र खलु. तत्र कोऽपि क्लेशः नास्ति खलु. तत्र छात्रः गुरुं प्रति पृष्टवान् इति. हा, अग्रे धिक् इति. हा, धिक् त्वां, धिक् कौरवान्, धिक् दिक् इत्युक्ते यत्र अनादरः अस्ति अथवा अवमाननम् अस्ति, कोऽपि समीचीनम् असमीचीनं किमपि कार्यं कृतवान् इति अस्ति चेत् तत्र वयं वदामः खलु, तत्र धिक्कारः इति. धिक्कारः न, तत्र रिप्रोच् अथवा डिराइड्स् एन्ड् श्योर् इति, अथवा डिसप्रूवल्, तत् प्रदर्शयितुं दिक् दिक् त्वाम् इति अथवा दिक् कौरवान् दिक् पापिनम् इति तत्र त्वां कौरवान् पापिनम् इति सर्वं द्वितीयविभक्तिरूपम् अस्ति यत्र अनादरः अवमाननम् इति तत्र वक्तुम् इच्छामः तत्र निन्दार्थे न निन्दनं निन्दार्थे तत्र दिक् इति भवति अस्तु अग्रे अलं अत्र द्वितीयविभक्तिरूपम् अस्ति सत्यं भगिनि हा अस्तु अग्रे तत्र रघुपतिमहोदय अग्रे पठति वा अलम् इति इदानीं आम् महोदय एकनिमिषः अलम् अस्तु अलम् अलं विषादेन अलं कुदृष्ट्या कुदृष्ट्या अस्तु अलं कार्पण्येन अलम् इति पर्याय पर्याप्यर्थे ओके पर्याप्यर्थे पर्याप्तमर्थे पर्याप्तर्थे पर्याप्तिः इति अर्थे पर्याप्त्यर्थे अलम् अपि प्रयुज्यते तत्र तु चतुर्थी विभक्ति एव भवति चतुर्थी विभक्ति एव भवति इदानीं नूतनम् अस्ति तत्र उदाहरणमस्ति महोदय तत्र प्रथमस्य तत्र वाक्यत्रयं यत् अस्ति तत् पश्यामः तत्र अलं विषादेन विषादः मास्तु इति अपि कुदृष्टिः कुदृष्टिः अपि मास्तु अपि कार्पण्यं तत्र कृपण इति असमीचीनं किमपि भवति तस्य भावः कार्पण्यं तदपि अलं मास्तु पर्याप्तं तस्य तद् मास्तु पुनः मास्तु इति किन्तु कार्पण्यम् इत्युक्ते न जानामि कृपणः इति किमपि असमीचीनं तस्य भावः तत्र सौन्दर्यम् इति तादृश तस्य भावः कार्पण्यम् इति अतः तत्र एतादृशविषये तत्र यत्र मास्तु इति अर्थे तत्र तृतीयविभक्तिरूपं भवति अलं पदस्य तद् एकम् अतः अलं पदस्य अर्थद्वयम् अस्ति एकमस्ति मास्तु इति प्रथम अर्थः तत्र तृतीयविभक्तिरूपः भवति पदस्य विषादेन वा कुदृष्ट्या अथवा कार्पण्येन इति तत्र सर्वत्र तृतीयविभक्तिरूपं मास्तु इति यदा अर्थः भवति किन्तु अन्यः अर्थः अपि भवति तदस्ति अधोभागे महोदय इदानीं तत्र उदाहरणं पठतु महोदय हा महोदय अलम् इति पर्याप्तार्थे अपि प्रयुज्यते तत्र तु चतुर्थी विभक्ति एव भवति उदाहरणं भीमः दुर्योधनाय अलं भीमः दुर्योधनस्य निग्रहणे समर्थः इत्यर्थः तत्र यः समर्थः अस्ति तत्र तस्य प्रथमविभक्ति अपि यः असमर्थः तत्र अपेक्षया असमर्थः तस्य चतुर्थीविभक्ति तत्र भीमः दुर्योधनस्य निग्रहणं कर्तुं समर्थः इति अर्थः भवति भीमः दुर्योधनाय अलं तत्र पर्याप्तर्थे अथवा पर्याप्ते पर्याप्तर्थे पर्याप्तम् इत्युक्ते इनफ् इति जानीमः खलु तत्र पर्याप्त इनफ् इति इनफ् इति ही हेज़् इनफ् इति तत्र क्षमता इति विषयः तत्र क्षमता इत्युक्ते केपासिटि भीमस्य क्षमता अधिका अस्ति दुर्योधनस्य क्षमतायाः अपेक्षया तत्र अन्यत् उदाहरणमपि वक्तुं शक्नुमः तत्र बालकः कार्याय अलम् इति तत्र यदि अलं कार्येण इति अस्ति चेत् इनफ् वर्क् इदानीं कार्यं मास्तु इति खलु अलं कार्येण इति अस्ति चेत् इदानीं कार्यं मास्तु अन्यत् किमपि कुर्मः इति किन्तु अत्र किं रूपमस्ति बालकः कार्याय अलम् इत्युक्ते बालके क्षमता अस्ति कार्यं कर्तुं ही हेज़् द केपासिटि टु डू द टास्क् इति अर्थे बालकः कार्याय अलम् इति अत्र पर्याप्त्यर्थे इति वदामः क्षमता इति विषयः तत्र तत्र भीमस्य क्षमता अधिका अस्ति इति दुर्योधनस्य न्यूना अस्ति इति अतः तत्र अलम् इति पदस्य विषये तत्र अर्थद्वयं भवति, एकम् अस्ति मास्तु इति, अन्यत् अस्ति क्षमता, पर्याप्तं, पर्याप्तार्थे इति. अस्तु, अतः तत्र अलमपि इदानीं जानीमः, तस्य प्रयोगे तृतीयविभक्तिरूपं मास्तु इति तादृश अर्थे भवति, चतुर्थीविभक्तिरूपं पर्याप्तार्थे भवति. अस्तु, इदानीं गीताञ्जलि भगिनी अग्रे पठति वा? आम् महोदय. सदृश, मया सदृशः अन्यः कः अस्ति? द्रौपद्या सदृशी महिला विरला. कुरुक्षेत्रं नरकेण सदृशं जातम्. ज्ञानवानपि स्वस्याः प्रकृते सदृशं चेष्टते. अतः तत्र पश्यामः, तत्र किमस्ति प्रथमवाक्यं किमस्ति? मया सदृशः अन्यः कः अस्ति इत्युक्ते सदृशः इत्युक्ते समानः, समानः, समानः, मया सदृशः. सर्वं तत्र आकृतिः, कस्य आकृतिः? मम आकृतिः समान, समानं, सामान्यम् अस्ति इति. तादृशप्रश्नं, मया सदृशः अन्य कः अस्ति इति. तत्र अन्य कोऽपि अस्ति वा? तस्य यस्य आकृतिः मम आकृतिः इव अस्ति, तत्र सदृशः इति तत्र इव इति चिन्तयितुं शक्नुमः खलु? इव इति अहम् इव, अन्य कोऽपि अस्ति वा? किन्तु इव इति द्वितीय न, प्रथम न, इव इति उपपद नास्ति न महोदय? न न, अतः अहम्, अहम् इति, अहम् इति उपयुज्यवान् उक्तवान् अहम्, अहम् इति तत्र वाक्ये मया सदृशः इति स्थाने अहम् इव अन्यः कः अस्ति? अहम् इव अस्तु खलु? हा, इव. अथवा द्वितीयवाक्यं पश्यामः, एतत् किञ्चित् विचित्रम् इति भवति प्रथमवाक्यं, किन्तु द्वितीयवाक्यं पश्यामः. तत्र द्रौपद्या सदृशी महिला विरला. इदानीं तत्र सदृशः इति विशेषणं भवति, इत्युक्ते विशेषणम् इत्युक्ते तत्र महिला इति, तत्र महिला इति स्त्रीलिङ्गे अस्ति, अतः सदृशी इति स्त्रीलिङ्गे अस्ति. पूर्वम् अन्यः इति आसीत्, अन्यः कः इति, अतः सदृशः इति पुल्लिङ्गरूपम् आसीत्. तत्र सदृशी इति अस्ति, सदृशी महिला विरला. सदृशी अस्ति इति कृत्वा तत्र द्रौपद्या इति तृतीयविभक्तिरूपम् अस्ति. द्रौपद्या सदृशी, द्रौपदी इव महिला विरला. विरला इत्युक्ते तादृश, तादृशी महिला न द्रष्टुं शक्नुमः सामान्यतया. अतः विरला इत्युक्ते, विरला इत्युक्ते वदतु भगिनि. दुर्लभः. हा, दुर्लभः, दुर्लभः, तत्र सामान्य नास्ति इति. तत्र द्रौपदी इव महिला विरला इति वक्तुं शक्नुमः खलु तत्र? द्रौपदी इव महिला विरला इति. अस्तु, अग्रे गच्छामः. तत्र अग्रिमवाक्यं किम् अस्ति? तत्र कुरुक्षेत्रं नरकेण सदृशं जातम्. अत्र इव इति उपयुज्य वक्तुं शक्नुमः भगिनि, गीताञ्जलि भगिनि? कुरुक्षेत्रं नरकम् इव जातम्. अहम् इति न अवगच्छामि, अर्थः कः? नरकेण सदृशम् इत्युक्ते तत्र तादृशः घोरम् आसीत् तत्र कुरुक्षेत्रं युद्धस्य अन्ते, तत् नरकम् इव दृश्यते तत्र. एतद् कुरुक्षेत्रं वा अथवा नरकं वा इति यदि कोऽपि पश्यति तत्र, ओ एतत् कुरुक्षेत्रं वा, अहं चिन्तितवान् एतत् नरकम् अस्ति इति. तादृश घोर दृश्यम् अस्ति तत्. नरकम् इव अस्ति इति कृत्वा नरकेण सदृशं जातं, तद् अभवत् युद्धस्य कारणात्. युद्धम् आसीत् इति कारणात् घोरयुद्धम् आसीत् इति कारणात् कुरुक्षेत्रं नरकम् इव सञ्जातम् अथवा अभवत् अथवा कुरुक्षेत्रं नरकेन सदृशं जातम्. अत्र सदृशं इट् यूसेस् समथिङ्ग् लैक् इन् द मेनर् आफ् हा लैक् लैक् इट् लैक् इट् हा इव इव इति अर्थे तत्र सदृशं किमर्थं तत्र क्षेत्रम् इति अस्ति जातम् इति अस्ति अतः तत्र जातम् इति अस्ति कुरुक्षेत्रं जातम् कुरुक्षेत्रम् इति नपुंसकलिङ्गे अस्ति अतः सदृशमपि नपुंसकलिङ्गे अस्ति अतः सदृशः सदृशी सदृशम् इति रूपं भवति तत्र कुरुक्षेत्रं नरकम् इव जातम् अथवा अभवत् तादृश घोर घोरदृश्यं तत्र अस्ति इति महोदय उपपद सुबन्तपद इव सुबन्तमेव तत्र विभक्ति सर्वम् अस्ति किन्तु तेषां विभक्तिकारणं विभक्तेः कारणं क्रियापदं नास्ति तावदेव सुबन्तमेव केचन तत्र अव्यय अस्ति परन्तु यथा सदृशः अस्ति तत् लिङ्गत्रयं प्रति इति तत्र सत्यं सत्यं सत्यं सत्यं किन्तु तत्र अव्ययमपि सुबन्तपदमेव खलु अव्ययमपि सुबन्तं सुबन्तपदं नामपदमेव किन्तु रूपभेदः तत्र वचनभेदः तत्सर्वं नास्ति किन्तु अव्ययं तु नामपदमेव अपि तत्र तत्र द्रौपद्या इति अस्ति तत् सर्वं तु नामपदमेव तत्र विभक्तेः कारणं केवलम् अन्यत् अस्ति क्रियापदं नास्ति इति तद् सूर्यकुमारी भगिनी एषः एव प्रश्नः आसीत् वा अथवा अन्यः प्रश्नः उपपद शब्दाः अवेरूपेण ओ अत्र अत्र तत्र तत्र सम्यक् प्रश्नः भगिनी तत्र तत्र अलम् इति अव्ययं भवति प्रति इति अव्ययम् इति भवति दिक् इति अव्ययम् इति भवति किन्तु सदृशः तत्र विशेषणम् इति इति रूपं स्वीकरोति तत्र अतः तत्र अव्ययम् इति नास्ति सदृशः इति भवति किन्तु ऋते इति अस्ति तत्तु अव्ययमेव अस्ति विना अपि अव्ययम् अस्ति अपि पश्यामः अग्रे अपि तत्र पूर्वं परम् इति अस्ति तद् अव्ययरूपम् अस्ति किन्तु परः अपि तादृशरूपमपि तत्र भवितुम् अर्हति अहं न भवत्याः प्रश्न अवगच्छामि महोदय न न भवत् तत्र सूर्यकुमारी भगिनी पृष्टवती एतावत् तत्र प्रति दिक् अलं तत्र यत्किमपि वाक्यं पश्यामः तत्र समानरूपम् अस्ति सर्वदा अलम् एव अस्ति अलं विषादेन अलं कुटुम्बिया कुदृष्ट्या अलं कार्पण्येन अथवा दिक् दिक् दिक् इति अस्ति किन्तु सदृशः विषये एकः एकं रूपं नास्ति तत्र लिङ्गानुसारं रूपभेदः अस्ति तत्र सदृशः इति रूपं सदृशी इति रूपं सदृशम् इति एकं रूपम् अस्ति अतः एतत् उपपदम् इति यदपि वदामः तत् सर्वदा अव्ययं भवति न वा इति प्रश्नः इति खलु सूर्यकुमारी भगिनी विशेषरूपेण उपयुज्यते अत्र विशेषणरूपेण सदृशम् इति विशेषणरूपेण तस्य उपयोगः भवति अन्तिमवाक्यं गीताञ्जलि भगिनी ज्ञानवान् अपि ज्ञानवान् अपि स्वस्याः प्रकृतेः सदृशं चेष्टते तत्र ज्ञानवान् इत्युक्ते स्वस्याः अपि च प्रकृतेः सदृशम् इत्युक्ते दे ट्रीट् themselves and the everything अस्तु तत्र चेष्टते इत्युक्ते किं तत्र स्वस्याः प्रकृते स्वभाव एव प्रकृते स्वस्याः प्रकृतेः स्वस्य प्रकृतिः तत्र मूलप्रकृतिः तत्र तत्र मूलप्रकृतिः यत् वयं चिन्तयामः खलु तत्र ब्रह्म परब्रह्म आत्मा इति अस्ति इति कृत्वा तस्य मूलप्रकृतिः आत्मा प्रत्येकस्य मूलप्रकृतिः आत्मा इति तत् सदृशं चेष्टते इत्युक्ते चेष्टते इत्युक्ते किं प्रयासं करोति इति इच्छति कार्यं करोति अथवा हा अत्र प्रयासं करोति इति तत्र तद् अहं तत्र अस्ति खलु तत्र महावाक्यम् अस्ति खलु अहं ब्रह्मास्मि इति तत्त्वम् असि इति तत्र अहम् अपि तद् आत्मा सदृशम् इति तद् ज्ञातुं तस्य भावं मयि भवतु इति प्रयासं कुर्मः खलु हा अतः चेष्टते ज्ञानवान् अपि चेष्टते किं स्वस्याः प्रकृतेः सदृशं चेष्टते तत्र परब्रह्म अपि ज्ञानी तयोः मध्ये सदृश सामान्यता अस्ति एकः अन्यः अन्यः एकः इति तत्र तत्त्वम् अस्ति इति तादृश महावाक्यस्य अर्थबोधकम् इति मन्ये अत्र किन्तु अत्र अहं यदि वदामि चेत् तदनन्तरम् अहम् अपि न अत्र उपयोगं करो अपि अपि इति अपि इति नात्र अपि इति नास्ति अत्र सदृशः इति एव इव इति अस्ति इव ज्ञानवान् अपि सः अपि चेष्टते इत्युक्ते सः अपि प्रयत्नं प्रयासं करोति इति चेष्टा इति महोदय चेष्टा इति कार्यमस्ति चेष्टते कार्यं करोति व्यवहारं करोति इति ज्ञानवान् अस्ति परन्तु तस्य प्रकृतिः अस्ति तादृशमेव सः कार्यं करोति तादृश तदपि भवितुमर्हति श्लोकमस्ति अहं पठन् अस्मि महोदय अस्तु अस्तु सदृशं चेष्टते स्वस्याः प्रकृते ज्ञानवान् अपि प्रकृतिं यान्ति भूतानि निग्रह किं करिष्यति सर्वाणि भूतानि प्रकृतिम् एव याति प्रकृते तेषां प्रकृति मूलप्रकृतिः अस्ति तस्य स्वरूपमेव कार्यं करोति न अत्र तादृशी प्रकृतिः अस्ति स्वभावः अस्ति तादृश एव कार्यं करोति इति तादर्थे अस्ति अत्र विवरणम् अस्तु महोदय अस्तु कन्नड अस्तु अस्तु अस्तु समीचीनमेव अस्तु अस्तु अस्तु महोदय अस्तु समीचीनमेव अस्तु चेष्टा करोति इति कार्यं करोति व्यवहारं करोति अस्तु अन्य कोऽपि किं किं प्रकृतेः हा हा हा तस्य तत्र विशेषम् अस्ति स्वस्याः इति विशेषणम् अस्ति तत्र प्रकृतिः प्रकृतेः मतिशब्दवत् इति मन्ये तत्र मम सदृश इति अत्र षष्ठी भक्ति वयं अत्र षष्ठी हा अतः वयं ज्ञातुं शक्नुमः तत्र तृतीया भवति अपि षष्ठी अपि भवति इति स्वस्याः इति षष्ठी महोदय अतः उक्तवान् तृतीया अपि षष्ठी द्वयमपि भवति सदृशः इति तत्र मम सदृशः अपि वक्तुं शक्नुमः अपि मया सदृशः अपि वक्तुं शक्नुमः प्रकृतिः स्त्रीलिङ्ग अस्ति अतः स्वस्याः इति खलु महोदय खलु अस्तु सत्यं महोदय सत्यं महोदय स्वस्याः तस्याः इति यत् षष्टिविभक्तिरूपं जानीमः खलु तस्याः अतः तत्र स्वस्याः षष्टिविभक्ति प्रकृतेः इति स्त्रीलिङ्गरूपम् अतः तत्र षष्टिविभक्ति अपि भवितुमर्हति सदृशम् इति उपयोगे तत्र अस्तु अग्रे तत्र एतावत् तत्र ललिता भगिनी पार्श्वे पुस्तकं नास्ति रघुवीरानन्दमहोदय इदानीं पुस्तकम् अस्ति वा न वा यदि पठितुमिच्छति चेत् अस्ति वा अस्तु अस्तु अस्तु इदानीम् अग्रे पठति वा महोदय तत्र ऋते महोदय तत्र एकनिमिषं महोदय तत्र गीताञ्जलि भगिनी तत्र एकं वाक्यं पठतु भगिनि तत्र षष्टिभक्तिः तत्र तुल्यार्थकस्य सदृशशब्दस्य योगे तृतीया विभक्तिः भवति अपि अग्रे षष्टिविभक्तिः अपि भवति उदाहरण कालिदासस्य सदृशः कविः अन्य नास्ति उत्तमं तत्तु तत्तु सुलभं सुलभमेव अस्तु इदानीं सदृशः इति प्रयोगः तस्मिन् विषये कोऽपि क्लेशः नास्ति इति मन्ये अस्तु अस्तु अस्तु अस्तु इदानीं पुनः एकवारं पठतु कालिदासस्य सदृशः कविः कालिदासस्य सदृशः कविः अन्यः नास्ति वदतु महोदय न कालिदेशन् कालिदासेन सदृशः अपि समीचीनमेव वा समीचीनमेव तत्र समीचीनमेव कालिदासेन सदृशः कविः अन्यः नास्ति तदपि समीचीनं तत्र तृतीया वा षष्ठी वा अर्थभेदः न भवति तत्र यथा अलं मध्ये अर्थभेदः अस्ति किन्तु अत्र अर्थभेदः नास्ति विभक्तेः परिवर्तनं भवेत् चेत् अस्तु अग्रे रघुवीरानन्दमहोदय अग्रे इदानीं ऋते इति महोदय अत्र सदृशः इति कविः पदं यदस्ति तस्य विशेषणं वा हा सत्यं महोदय अतः तत्र अत्र सदृशः इति रूपं स्वीकरोति विशेषणरूपं कविः अस्ति इति कृत्वा सदृशः पूर्वम् अस्ति महिला सदृशी महिला अपि जातं क्षेत्रं हा क्षेत्रम् इति कुरुक्षेत्रं जातं सदृशं जातम् अतः तत्र नपुंसकलिङ्गरूपम् महोदय सदृशः प्रथमाविभक्ति षष्ठी अपि भवितुमर्हति सदृशः इति पदस्य इति विभक्ति इति विषयः न किन्तु तत्र कालिदासस्य सदृशः कालिदासपदं षष्ठीविभक्ति अस्ति अथवा कालिदासेन सदृशः इति तृतीयविभक्तिरूपं भवति सदृशः इति पदस्य विभक्ति तस्य महत्वं नास्ति ओ तस्य विभक्ति तस्य महत्वं नास्ति किन्तु सदृशी अपि प्रथमविभक्तिरूपमेव लिङ्गभेदः सदृशं नपुंसकलिङ्गे अस्ति कुरुक्षेत्रं सदृशं कुरुक्षेत्रं जातं महोदय कुरुक्षेत्रम् इति अस्ति कुरुक्षेत्रं जातं जातः इति अस्ति खलु जातः न जातं कुरुक्षेत्रं किं जातं तत्र कः जातः किं पठितः इति अर्थे महोदय सदृशं जातं कुरुक्षेत्रं जातं नरकेन सदृशं कुरुक्षेत्रं जातम् अतः अत्र नपुंसकलिङ्गे अस्ति तत्र एतद् वक्तुं शक्नुमः तत्र रामेण सदृशः अस्तु रामः इति न कुर उपयोगं कुर्मः किन्तु अन्यत् कोऽपि तत्र मम मित्रम् अस्ति रमेशः इति रमेशेण सदृशः पुरुषः अत्र अस्ति रमेशेण सदृशं पुरुषम् अहं पश्यामि इति तत्र द्वितीयविभक्तिरूपं भवति अतः तत्र सदृशः इति पदस्य विभक्ति किम् इति तत्र महत्वं नास्ति केवलं सदृशः इति पदम् आगच्छति चेत् कस्यापि विभक्तिरूपं भवतु कस्यापि विभक्ति भवतु किन्तु तत्र तस्य पूर्वं तत्र षष्ठी वा तृतीया वा भवेत् इति सदृश इति सप्तविभक्तिषु भवति मया सदृशः तत्र तत्र बालकाय भवतः गृहस्य सदृशे मम गृहे भवतः गृहस्य सदृशे मम गृहे इत्युक्ते गृहं समानम् इति अस्ति किन्तु मम गृहे किमपि कार्यं भवति इति अतः तत्र सदृशे गृहे इति रूपं भवति तत्र मम सदृशाय बालकाय मिष्टान्नं देहि इति सत्यं महोदय अतः तत्र विभक्ति तस्य विभक्ति सदृशपदस्य विभक्ति तत्र सर्वं भवितुमर्हति किन्तु तस्य पूर्वं तृतीयविभक्ति वा षष्ठीविभक्ति भवेत् इति रघुवीरानन्दमहोदय समीचीनं महोदय ऋते संस्कृतात् ऋते गीतायाः मूलार्थः न ज्ञायते. ऋते संस्कृतं विना पश्यतु महोदय, तत्र सर्वं पठित्वा तत्र अधोभागे दत्तमस्ति. महोदय, कृष्णात् ऋते पाण्डवानां विजयः असाध्यः. धर्मात् ऋते धर्मराजः न जीवति. ऋते इति पदस्य योगे पञ्चमी विभक्तिः भवति. विना इत्यस्य यः अर्थः स एव अर्थः ऋते इत्यस्यापि. तत्र संस्कृतात् ऋते गीतायाः मूलार्थः न ज्ञायते, तत्र किं दत्तमस्ति महोदय? तत्र संस्कृतेन पञ्चमी, संस्कृतात् तु पञ्चमी पञ्चम्यां विभक्त्याम् अस्ति, किन्तु अर्थः किं तत्र? यदि संस्कृतस्य ज्ञानं नास्ति चेत् तर्हि गीता मूलार्थः न ज्ञातुं शक्नुमः खलु. अपि तत्र कृष्णेन विना पाण्डवानां विजयः असाध्यः इति. धर्मात् ऋते धर्मराजः न जीवति. महोदय, ऋते इत्युक्ते किं महोदय? अत्र अस्तु भगिनि, तत्र विना इति दत्तम् अस्ति, किन्तु तद् ऋते इति पदस्य विना इति अर्थः अपि एकम् अस्ति, एकः अर्थः अस्ति, किन्तु अपरः अर्थः अपि अस्ति. तत्र आङ्ग्लभाषायां पश्यतु, तत्र ऋते इति विना इति आङ्ग्लभाषायां किम् अस्ति? वितौट् इति. किन्तु ऋते इति अस्ति एक्सेप्ट् इति. Pandavas could not have gained victory iti. Atra anyat udaharanam vaktum shaknumah tatra etat aham Swarup Mahodayat jnatavan tatra rute iti padasya anyah arthah. Tatra anyah arthah kah ityukte tatra कार्यस्य पञ्चभागाः सन्ति इति चिन्तयतु. कार्यम् अस्ति, एकं कार्यम् अस्ति, तस्य पञ्चभागाः सन्ति. तत्र एकस्य भागात् ऋते सर्वं कार्यं समाप्तम् इति वाक्यम् अस्ति. एकस्य भागात् ऋते सर्वं कार्यं समाप्तम् इत्युक्ते केवलं तत्र एकः भागः न कृतः. इति अर्थे तत्र विना इति वक्तुं शक्नुमः वा तत्र? वितौट् वन् पार्ट् द रेस्ट् आर् डन् इति न वक्तुं, तादृश एव तत्र ऋते इति एक्सेप्ट् इति अर्थे अस्ति. तत्र चत्वारः भागाः समाप्ताः, एकः भागः करणीयः अस्ति. अतः तत्र एकस्मात् पञ्चमीविभक्ति विशेषणमस्ति, अतः तत्र एकस्मात् भागात् ऋते सर्वं कार्यं समाप्तम् इति उदाहरणं भवति. ऋते इति पदस्य अर्थद्वयम् अस्ति, एकः अस्ति विना इति अर्थे, अन्यत् अस्ति तत्र एक्सेप्ट् इति. तत्र अतः तत्र तद् भिन्नः अस्ति अत्र. महोदय, ऋते इति अर्थद्वयं द्वयोः एव इन्ट्यूटिव् नास्ति महोदय. सत्यं ऋते इति तत्र सर्वं भगिनि, तत्र वाक्यानि दृष्ट्वा अस्तु, तत्र एतादृश एव अस्माकं पठनं भवति खलु. तत्र नूतनं पदम् अस्ति, अस्तु इदानीम् अस्तु अस्मिन् वाक्ये एषः अर्थः अस्ति, ओ अस्तु अत्र एषः अर्थः अपि भवितुम् अर्हति इति. तत्र पदस्य केवलम् एकः एव अर्थः इति नास्ति खलु. एकं पदम् अस्ति, किन्तु तस्य पदस्य अनेकाः अर्थाः सन्ति, सन्दर्भम् अनुगुणं खलु. आं महोदय, अहमिति मन्ये ऋत् ऋत् ऋग् ऋग् सर्वं ऋग् इति न न तत्र ऋत् इति ऋते ऋते इति अत्र एक्सेप्ट् इति अर्थे अस्ति किन्तु विना अपि तत्र इति अर्थे ते दत्तवन्तः केवलं अत्र अव्ययपदं महोदय ऋते अव्ययम् इति मन्ये भगिनि सत्यं अस्तु इदानीम् अग्रे गच्छामः भिन्नर्थं न न तत्र पञ्चमे विभक्ति विभक्ति चेत् एक्सेप्ट् न क्षम्यतां तद् न वक्तुम् इष्टवान् तत्र एक्सेप्ट् अस्ति अथवा वितौट् अस्ति विना अर्थे अथवा अन्यत् अन्यः अर्थः किमपि भवतु अर्थः कोऽपि भवतु ऋते इति पदस्य तत्र ऋते अस्ति चेत् सर्वदा पञ्चमी विभक्ति एव अत्र यत् उदाहरणमहं दत्तवान् तस्मिन् उदाहरणे अपि एकस्मात् भागात् ऋते अत्रापि पञ्चमी एव अतः तत्र सर्वदा पञ्चमी विभक्ति तत्र अस्तु अग्रे नरेश महोदय अग्रे पठति वा विना इति विना ज्ञानं विना जीवनं कष्टकरम् ज्ञानेन विना जीवनं कष्टकरम् ज्ञानात् विना जीवनं कष्टकरम् विना इति पदस्य योगे द्वितीया तृतीया विभक्ति भवतः इति जानीमः तस्य योगे पञ्चमी विभक्तिः अपि भवति इति विशेषः तत्र विना इति पदम् अस्ति तत्र तस्य पूर्वं यत् पदम् अस्ति तस्य द्वितीया वा तृतीया वा इदानीं पञ्चमी अपि भवितुम् अर्हति इति जानीमः महोदय तत्र जानाति एव सर्वत्र जानात् विना जानात् विना जानात् विना ज्ञानातृते एव भवति एकमेव रूपं ज्ञानातृते एक एव ज्ञानात् ऋते एव तृतीयवाक्यमेव रूपत्रयम् अत्र रूपत्रयम् अस्ति विना इति पदे किन्तु अर्थभेदः अस्ति तत्र विना इत्युक्ते वितौट् इति ऋते इत्युक्ते एक्सेप्ट् इति किन्तु तत्र नरेश महोदय तत्र विना इति पदस्य योगे द्वितीया तृतीया विभक्ति भवतः इति जानीमः तत्र भवतः इति पदस्य परिचयं किं परिचयः कः भवतः इति जानीमः तत्र भवतः इति अस्ति तस्य पूर्वपदं पश्यतु महोदय तत्र विभक्तिः इति अस्ति तत्र दीर्घ इकारः अस्ति विभक्तिः इति तस्य एकवचनरूपं किम् अस्ति ह्रस्व इकारः वा दीर्घ इकारः वा ह्रस्व इकारः न विभक्तिः मतिः मतिः मतयः तत्र विभक्तिः इति अस्ति चेत् तत्र वचनं किम् प्रथमं एकवचनं सप्तमी विभक्ति न महोदय विभक्ति विभक्ति मतिः मतिः मतिः मतयः नदी तु दीर्घ इकारः अस्ति एकवचने एव विभक्तिः विभक्तिः इति मतिशब्दवत् अस्ति ह्रस्व इकारः अस्ति अत्र विभक्ति इति अस्ति द्विवचनम् अस्ति द्वितीया विभक्ति तृतीया विभक्ति द्वयमस्ति खलु तत्र विभक्ति द्वयमस्ति अत्र द्वितीया तृतीया विभक्ति तत्र भवतः भवतः इति क्रियापदमस्ति तत्र द्वितीयविभक्ति द्वितीय द्विवचनं द्वितीयविभक्ति न द्विवचनं द्विवचनम् तत्र विभक्ति इति प्रथमाविभक्तिरूपम् अपि भवतः इति उत्तमपुरुष द्विवचनरूपं भवतः प्रथमपुरुष क्षम्यतां क्षम्यतां प्रथमपुरुषः उत्तमपुरुषः इति उक्तं क्षम्यतां द्विवचनं प्रथमपुरुषः द्विवचनरूपं भवतः इति अतः तत्र अतः अत्र विभक्तिद्वयम् अस्ति इति कृत्वा तत्र तादृशरूपम् अस्ति तस्य योगे पञ्चमीविभक्तिः अपि भवति इति विशेषः इदानीम् अस्तु तत्र विना इति वदतु महोदय ऋते इति विना विनार्थे एव अस्ति खलु न महोदय दत्तमस्ति किन्तु अत्र अत्र तादृशः अर्थः एव सूचितमस्ति महोदय किन्तु भिन्नः अर्थः अपि भवति तत्र एतत् उदाहरणं तत्र यत् उक्तवान् तत्र कार्यस्य पञ्चभागाः सन्ति चत्वारः भागाः समाप्ताः इदानीं वाक्यं भवति एकस्मात् भागात् ऋते सर्वं कार्यं समाप्तम् इति तत्र एक्सेप्ट् एव भवति खलु किन्तु वितौट् वन् इति न वदामः अतः तत्र अत्र न स्थापितुं शक्नुमः अतः तत्र विना अर्थः अपि अस्ति किन्तु किञ्चित् भिन्नः अर्थः अपि अस्ति तत्र पदस्य किन्तु एकम् अर्थ विना इति एकम् अर्थः तु विना इति अस्ति तत्र तत्तु समीचीनमेव किन्तु भिन्नः अर्थः अपि अस्ति इति अतः यत् तत्र लिखितं तत् सर्वमेव तत् समीचीनमेव किन्तु तत्र उदाहरणे विना अर्थे एव अस्ति तत्र उदाहरणमध्ये तादृशः एव अस्ति किन्तु अन्यः अर्थः अपि अस्ति अस्तु अत्र महोदय अस्य अस्य वाक्यस्य विना इति पदस्य योगे द्वितीया तृतीया विभक्ति भवतः इति जानीमः वयं जानीमः किं जानीमः विना इति द्वितीया तृतीया द्वयोः तत्र किं जानीमः द्वितीया भवति इति जानीमः तृतीया विभक्ति भवति इति जानीमः खलु इदानीं द्वितीया विभक्ति भवति इति जानीमः तृतीया विभक्ति भवति इति अपि जानीमः इदानीं द्वयमपि एकस्मिन् समये वक्तुम् इच्छामः अतः वाक्यस्य रूपं किं भवति द्वितीया तृतीया विभक्ति इति भवति विभक्तिः न विभक्ति इति द्विवचने भवति अत्र प्रथमविभक्ति द्विवचनं महोदय सत्यं हा सत्यं विभक्ति इति पदस्य प्रथमा विभक्ति द्विवचनरूपं विभक्ति भवतः इति षष्ठी न भवति इति क्रियापदं भवतः इति क्रियापदम् अस्ति क्षम्यतां महोदय भवतः तत् क्रियापदम् अस्ति भगिनि एतदेव विषयः वयम् इदानीं भगिनी तत्र पश्यतु तत्र विभक्ति इति तद् अवगच्छति खलु तत् द्विवचने अस्ति इति क्षम्यतां तु भवतः भवति इति शब्द इति क्रियापदस्य रूपं किम् अथवा पठति इति क्रियापदं न पठति इति क्रियापदं स्वीकुर्मः पठति पठतः हा इदानीं भवति अस्ति चेत् हा भवन्ति अत्र भवतः इति अस्ति अत्र किमर्थं द्विवचने अस्ति अत्र विभक्तिद्वयम् अस्ति खलु द्वितीया विभक्तिः अस्ति तृतीया विभक्तिः अपि भवति द्वितीया विभक्तिः भवति तृतीया विभक्तिः भवति अतः द्वितीया तृतीया विभक्ति भवतः न अहमपि तत्र दृष्टवान् किमर्थं तत्र भवतः अस्ति इति तदनन्तरम् ओ अस्तु एतत् किन्तु समीचीनम् अस्ति खलु इदानीं अस्तु हा अस्तु, इदानीं तत्र विना इति तत् कृतवन्तः, इदानीं पूर्वपर हा वदतु भगिनि. पञ्चमी विभक्ति चेत् विना अर्धः विशेषः ऋते सह ऋते एव तादृश इति नास्ति, तादृश न चिन्तयतु अत्र. न न भगिनि, तत्र विना अस्ति चेत् तस्य पूर्वं तत्र उदाहरणं यद् दत्तमस्ति, ज्ञानं विना ज्ञानेन विना ज्ञानात् विना सर्वं समानार्थकवाक्यं, तत्र भेदः एव नास्ति. यदि ज्ञानात् विना अस्ति चेत् तत्र ज्ञानेन विना इति वक्तुं शक्नुमः, कोऽपि अर्थपरिवर्तनं न भवति. किन्तु यदि पञ्चमी विभक्तिः अपि भवति इति विशेषः, विशेषः इत्युक्ते पूर्वं न जानीमः इति तावदेव. प्रथमभागे विना इति पदस्य परिचयः आसीत्, गीतासोपानस्य प्रथमभागे विना इति पदस्य परिचयः आसीत्. तत्र वयं किम् उक्तवन्तः, द्वितीया वा तृतीया वा भवति इति उक्तवन्तः, पञ्चमी इति विषयः तत्र नासीत्. इदानीं तदपि वदामः, अतः तद् भवति इति विशेषः भवति इति. समीचीनं वा भगिनि इदानीं? हा, तत्र अत्र वाक्यं दृष्ट्वा एतद् मा चिन्त्यतु, अस्तु पञ्चमीविभक्तिरूपम् अस्ति चेत् कोऽपि विशेषः अर्थः भवति इति, तादृशः नास्ति. देर् इस् नो डिफ्रेण्ट्, इट्स् नाट् अ डिफ्रेण्ट् मीनिङ्ग् इफ् यु यूस् पञ्चमीविभक्ति, इट् इस् आल् द सेम् मीनिङ्ग्. समीचीनं वा? केवलं वयम् एतद् अपि कर्तुं शक्नुमः इति वयं पूर्वं न ज्ञातवन्तः तावदेव. हा सत्यं, विना अस्ति चेत् बहु सुलभम् अस्ति, द्वितीयविभक्तिरूपं स्थापयतु, नो चेत् तृतीया, नो चेत् पञ्चमी, यत् किमपि मनसि आगच्छति यत्किमपि विभक्ति तद् स्थापितुं शक्नुमः तत्र, द्वितीयविभक्ति तृतीया च पञ्चमी विकल्पः अस्ति. अस्तु, तर्हि अग्रे तत्र एतावत् सर्वे पठितवन्तः, तत्र कः पठितुम् इच्छति? सो एतावत् न पठामि. अस्तु भगिनि, सूर्यकुमारी भगिनि पठति, भगिनि पठतु भगिनि. पूर्वपरं बुद्धेः परः परमात्मा, यथात् परं दुःखं भवति, ध्यानात् परं शान्तिः प्राप्यते. विश्वरूपदर्शनात् पूर्वम् अर्जुनः दिदृक्षः आसीत्. दिदृक्षुः आसीत्. दिदृक्षुः आसीत्. युद्धात् पूर्वं कृष्णः सन्धिनिमित्तं गच्छति. अर्जुन विषादयोगः. गीतोपदेशं परं गीतोपदेशात् परम् अर्जुनः युद्धार्थम् उत्सहते. विश्वरूपदर्शनात् परम् अर्जुनः भीतः. पूर्वपरम् एतयोः पदयोः योगे पञ्चमी विभक्तिः भवति. अत्र पूर्वः, पूर्व इत्युक्ते बिफोर्, परम् इत्युक्ते आफ्टर् इति जानीमः. प्रथमभागे अपि गीतासोपनस्य प्रथमभागे अपि एतत् कृतवन्तः वयं. तत्र बुद्धेः परः इत्युक्ते आफ्टर् इति, तत्र परमात्मा. युद्धात् परं दुःखं भवति, यदा युद्धं भवति तदनन्तरं दुःखम् अपि भवति. ध्यानात् परं शान्तिः प्राप्यते. अपि तत्र पूर्वं, तदपि विपरीतरूपेण तस्य विरुद्धार्थक, तत्र परः इति अस्ति, पूर्वम् इति अस्ति. अपि तत्र अत्र परः परम् इति तत्र विशेषणरूपेण स्वीकृतम् अस्ति अत्र, बुद्धेः परः परमात्मा इति. तत्र आत्मन् इति तत्र नकारान्तपदं, किन्तु पुल्लिङ्गपदम्, अतः परः इति पुल्लिङ्गे अस्ति, परमात्मा इति. किन्तु तत्र बुद्धेः परं परमात्मा अपि तदपि रूपं सम्यक् एव अस्ति. तत्र परमिति अव्ययम् इति तादृशरूपम् अस्ति अपि अस्ति. परम् इति अव्ययम् एकं रूपम् अस्ति, अव्ययम् अन्यत् विशेषणरूपम् अपि अस्ति. अतः परः, परं, परा अपि तदपि वक्तुं शक्नुमः. अत्र पूर्वं परं यत्र भवति तत्र सर्वदा नियमः कः? तत्र पञ्चमी विभक्ति इति नियमः. अहं एतत् सम्यक्तया न स्मरामि, अतः अहं चिन्तयामि अस्तु तत्र षष्टि अपि भवितुम् अर्हति इति. किन्तु इदानीं स्पष्टं भवेत्, तत्र सर्वदा पञ्चमी विभक्ति एव भवति पूर्वम् अथवा पूर्व अथवा परम् इति पदस्य प्रयोगे. अतः एतानि पदानि यथा वाक्ये भवन्ति तत्र वाक्ये अन्यपदम् एकमपि भवति तस्य विभक्तिः द्वितीया वा तृतीया वा इति रूपं भवति. तादृशविभक्तेः विभक्त्यन्तरूपस्य कारणम् एतत् पदम्. अतः तत्र उपपदविभक्तिः भवति. अतः प्रतीसः इति यदा वाक्ये अस्ति तत्र वयं जानीमः तत्र उपपदविभक्तिः पदमपि तत्र अस्ति. तत्र पदस्य विभक्तिः विभक्तेः कारणं क्रियापदं नास्ति, क्रियापदेन सम्बन्धः नास्ति तत्र तस्य पदस्य. किन्तु मूलसम्बन्धः अस्ति एतादृशपदस्य. तत्र सदृशः प्रति वा दिक् वा अलं वा इति पदस्य सम्बन्धः अस्ति, तयोः मध्ये मूलसम्बन्धः अस्ति इति कृत्वा तत्र विभक्तिरूपं भवति. तत्र एतद् भवति उपपदविभक्तिः. अथ यत्र तत्र क्रियापदेन विभक्तिरूपं भवति तत्र रामः ग्रामं गच्छति. तत्र ग्राममिति कर्मपदमस्ति, तस्य द्वितीयविभक्तिरूपं किमर्थम् इत्युक्ते क्रियापदस्य कारणात्. अत्र अतः तत्र कारकविभक्तिः इति वदामः. एतत् उपपदविभक्तिः इति नूतनविषयः अस्तु. तर्हि तत्र वयं बहु किमपि कृतवन्तः अद्य, किन्तु अभ्यासः न कृतवन्तः. अग्रिमवर्गे तत्र अभ्यासः सर्वं कृत्वा अग्रे गच्छामः. अस्तु तर्हि महोदय, प्रश्न एव एकं वदामि महोदय. अत्र उपपदम् इति अव्ययपदम् भवितुम् अर्हति, अपि च धिक् महोदय इति धातु न न न अत्र दिक् इति अत्र तु अव्ययम् अस्ति. दिक् इति अन्यत् पदम् अस्ति, तस्य विभक्ति सर्वम् अस्ति. तत्र दिशि इति तत् सर्वं भवति. किन्तु एतद् यत् एतत् पदं दिक् इति एतत् अव्ययम् अस्ति. ओ अस्तु. हा, यथा भगिनी वयं दृष्टवन्तः तत्र, अहम् उक्तवान् खलु तत्र, वयं दृष्टवन्तः तत्र. उदाहरणं वदामि, तत्र एतादृशी स्थितिः अन्यत्र अपि वयं दृष्टवन्तः. हा अस्तु. अत्र निश्चयेन इति पदम् अस्ति. हा, तत्र निश्चयेन इति पदं तत्र कीदृशपदम् अस्ति? तद् तृतीया, निश्चयेन. हा, किन्तु निश्चयेन इति अव्ययमपि अस्ति भगिनि. ओ अस्ति वा. हा, तत्र अर्थभेदः अस्ति. तत्र निश्चयेन इति साधारण अर्थः यः अस्ति, तत्र तु निश्चयेन इति पदम् अव्ययम् अस्ति. किन्तु अन्यः अर्थः अस्ति, तत्र तृतीयविभक्तिरूपम् अस्ति तस्य. अतः तत्र एकस्य पदस्य अर्थानुसारं तत्र अव्ययं भवेत् अथवा साधारणनामपदं विभक्ति इति सर्वम् अस्ति तादृशरूपमपि भवेत्. धन्यवादः. दिक् उपयुज्य अहं सम्पूर्णं न जानामि. अतः भगिनि तत्र अद्य किं कृतवन्तः, परिचयः अपि विस्तरेण अपि किञ्चित् परिचयः अद्य अभवत्, किन्तु अग्रिमे वर्गे अभ्यासः अस्ति, तत् कृत्वा वयं जानीमः तत्र अवगमनम् अग्रिमे वर्गे भवति इति मन्ये भगिनि. चिन्ता मास्तु. नूतनपदम् अस्ति, सत्यं सत्यम्. अलम् इति दृष्टवन्तः, किन्तु नूतनपदम् अस्ति, सत्यं भगिनि, सत्यम्. अतः अग्रिमवर्गे पश्यामः तत्र दिक् इति. अस्तु अस्तु, तर्हि अन्यप्रश्नः अस्ति वा? अस्तु तर्हि विरमामः, अग्रिमवर्गे मिलामः. सर्वेभ्यो नमः, धन्यवादः, नमस्कारः. धन्यवादः महोदय. धन्यवादः, नमस्कारः.